पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 5 ऋषय ऊचुः वर्षाणां चैव नामानि पर्वतानां च सत्तम आचक्ष्वनो यथा तत्त्वं ये च पर्वतवासिनः सूत उवाच दक्षिणेन दुःश्वेदस्य निषधस्योत्तरेण दु वर्षं रमणकं नाम जायन्ते तत्र मानवाः शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः दशवर्षसहस्राणि शतानि दशपञ्च च जीवन्ति ते महाभागा नित्यं मुदितमानसाः दक्षिणेन दु नीलस्य निषधस्योत्तरेण दु वर्षं हिरण्मयं नाम यत्र हैरण्वदी नदी यत्र चायं महाप्राज्ञाः पक्षिराट् पदगोत्तमः यज्ञानुगा विप्रवरा धन्विनप्रियदर्शनाः महाबलास्तत्र जना विप्रामुदितमानसाः एकादशसहस्राणि वर्षाणां ते तपोधनाः आयुः प्रमाणं जीवन्ति शतानि दशपं च शृङ्गाणि जपवित्राणि त्रिण्येव द्विजपुङ्गवाः एकं मणिमयं तत्र तथैकं रुक्ममद्भुतं सर्वरत्नमयं चैकं भवनैरुपशोभितं तत्र स्वयं प्रभादेवी नित्यं वसति शण्डिनी उत्तरेण तु शृङ्गस्य समुद्रां ते द्विजोत्तमाः वर्षमैरावदं नाम तस्माच्छृङ्गवतः परं न तु तत्र सूर्यगतिर्जीर्यन्ते न च मानवाः चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः पद्मप्रभा पद्मवर्णाः पद्मपत्रनिभेक्षणाः पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः देवलोकच्युता सर्वे तथा विरजसो द्विजाः त्रयो दशसहस्राणि वर्षाणां ते द्विजोत्तमाः आयुप्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः हरिस्तिष्ठति वैकुण्ठः शकटे कनकामये अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् अग्निवर्णं महातेजो जाम्बूनदविभूषितं सप्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः संक्षेपे विस्तरे चैव कर्ता कारयिता तथा पृथिव्यापस्तथाकाश्यं वायुस्तेजश्च सत्तमाः स यज्ञः सर्वभूतानामास्यं तस्य हुदाशनः इति श्रीपद्मे महापुराणे स्वर्गखण्डे 5 अध्यायः ॐ